अस्तु, तर्हि अस्माकं विषयः अस्ति भावे कर्मणि लोट्। तत्र गतसप्ताहे तृतीय अभ्यासः साधितः आसीत् अस्माभिः। अद्य इतः अग्रे गच्छेम। तत्र केचन प्रश्नाः आसन् गतसप्ताहे। एकमासीत् अन्तिमवाक्यमासीत् तत्र विश्वमार्यं, तत्र विश्वम् इति नपुंसकलिङ्गे अस्ति, आर्य इत्यस्य तस्य श्रेष्ठार्थे विशेषणमस्ति, अतः विशेषणविशेषभावं कृत्वा विश्वमार्यमस्ति इति मन्ये। वेदधातोः रूपाणि तत्र किञ्चित् क्लेशदायकानि सन्ति, तत्र अलादिकानि सन्ति, जालपुटे च सन्ति, तत्र लिङ्क् मया दत्तमस्ति, अतः तत्र गत्वा आनन्देन द्रष्टुं शक्नुवन्ति, नास्ति चिन्ता। महोदय, सहदेव अस्ति। अस्तु महोदय, स्वागतं स्वागतं। तर्हि इदानीम् अग्रिम अभ्यासः अस्ति भाविप्रयोगः। महोदय, एकः प्रश्नः अत्र त्रयोविंशतितमवाक्यम् अस्ति खलु, अत्र सर्वे धृतिं विन्दन्तु, अत्र विद् धातुः भिन्नः खलु, तत्तु तुदादिगणे अस्ति। न न, विद् धातुः नास्ति, तत्र तुदादिगणे यथा आगते सतः मया उक्तमासीत् विन्दत् इति, भवता यत् लिखितमासीत् तत् समीचीनमस्ति, तुदादिगणे तुदादिगणे नास्ति, तस्य अर्थः अपि भिन्नः भिन्नः, अत्र प्राप्नोति अथवा सत्यं सत्यं सत्यं, तादृश अर्थः अस्ति। अस्तु महोदय, धन्यवादः। अस्तु, अग्रे गच्छेम। तर्हि इदानीं प्रथमतया कस्यचित् स्पीकर् फोन् अस्ति वा? अस्तु, प्रथमतया एकं वक्तव्यमस्ति यत् कर्मणि प्रयोगे तत्र कानिचन सूत्राणि सन्ति, अस्माभिः अपि अवलोकितानि आसन्, येन कर्मणि रूपं सिद्ध्यति। तत्र यथा जानीमः घुमास्तागापा जहाति संहलयति एकमस्ति, तत्र केषाञ्चित् अकारान्तधातूनां ईत्वं भवति। इदानीं ततः अग्रे इकारान्तानाम् उकारान्तानां च अकृत् सार्वधातुकयोः दीर्घः इति सूत्रेण दीर्घत्वं भवति, जि जीयते, स्टु स्टूयते। अनन्तरं ऋकारान्तधातूनां ऋङ् शय ग्लिङ्षु इति सूत्रेण तत्र ऋङ् आदेशः भवति, अतः कृ इत्यस्य क्रियते, क्रि नाम क्रियते इति ऋकारस्य स्थाने रि रि आदेशः भवति, ऋस्थाने रि, कृ क्रियते। अनन्तरं ऋत इति धातोः इति सूत्रम् अस्माभिः दृष्टमासीत्, तत्र तृ इति धातुः तीर्यते, प्रथमतया ऋ इत्यस्य स्था ऋ इत्यस्य स्थाने ह्रस्व इकारः। अनन्तरं ये किञ्चित् जानन्ति, उरन्द्रपरः तर्जन रपः भवति, ईर् अनन्तरं यकारः तीर्यते, यकारः हलति कृत्वा हलिचति सूत्रेण दीर्घत्वं भवति, तीर्यते। तर्हि तत्र त्रीणि सूत्राणि सन्ति, तत्र त्रिधातुः तीर्यते इति ईर् आदेशः भवति। अनन्तरं एजन्तानाम् आत्वं भवति, धै इति ध्यै इति ध्यायते, ऐ ऐकारस्य स्थाने आत्वं भवति। अनन्तरम् एकं नूतनमपि वक्तव्यमस्ति, तत्र केभ्यः सप्ताभ्यः पूर्वं वृद् धातोः चिन्तनं प्रवर्तमानमासीत् अस्माकं, तत्र वर्तते वर्तते इति प्रायः अखिल भगिनी आसीत् इति अहं मन्ये, वर्त्यते इति उक्तवती. तत्र मया तस्मिन् दिने न किमपि उक्तं, किन्तु वक्तव्यम् अस्ति यत् अखिल भगिनी वदति वा तत्र कीदृशं चिन्तनमस्ति? आं महोदय, तत्र क्षम्यतां, तत्र पुनः एकवारं पृच्छतु. तत्र वर्तते, वर्तते इत्यस्य कर्मणि प्रयोगे किं रूपमस्ति? वर्तते, वर्तते तु कर्मणि रूपमेव अस्ति खलु? वर्तते इति कर्तरि लट् वर्तते. क्षम्यतां क्षम्यतां, क्षम्यतां, वर्तते इति कर्तरि, कर्मणि तु वर्त्यते इति भवति इति चिन्तयामि. हा, इति तस्मिन् दिने अपि उक्तवती, तत्र कर्मणि लोट् भवति उक्तवती, वर्त्यतां वर्त्यते लट् वर्त्यते वर्त्यतां लोट् इति उक्तवती. किन्तु वस्तुस्थितिः भिन्ना अस्ति, यतोहि तत्र कर्मणि प्रयोगे अस्माकं प्रत्ययः अस्ति यक्. यक् च आर्धदातकप्रत्ययः, आर्धदातकप्रत्ययः इति कृत्वा फूगन्धलघुभूतस्य च इति सूत्रेण गुणः स्यात् यथा भवती कृतवती, यतोहि धातुः अस्ति वृत्. सत्यं, हा वृत्, अतः वर्त्यते वर्त्यताम् इति. किन्तु यक् प्रत्ययः कियत् अस्ति? यक् प्रत्ययः अस्ति यक्. अस्तु, कित् वात् किं स्यात्? तर्हि तत्र किं सूत्रं प्रवर्तनीयमस्ति तत्र? ङिति च इति सूत्रेण तत्र गुणनिषेधः भवति. तर्हि तर्हि रूपं किं स्यात्? तर्हि रूपं वृत्यते लोटि अस्ति, वृत्यताम् इति अस्ति. सत्यं, वृत् धातुः, अतः तत्र न उभधायाम् एकः गुणः न कुत्रापि भवति अत्र, अतः वृत् धातोः वृत्यते वृत्यतां. मूद् धातुः मोदते, मोदते इति मूद् कर्मणि मुद्यते मुद्यताम्. तत्र गुणः न भवति, कुत्रापि न भवति उपधायां. मूद् मूद्यते मूद्यतां, वृत् वृत्यते वृत्यताम् इत्यादीनि रूपाणि सन्ति इति मनसि भवन्तु रूपाणि. महोदय, एषः रूपाणि जालपूते सन्ति? न, नाम मम जालपुटे इति वा? तत्र कर्मणि पुष्पभगिनी अस्तु, न कर्मणि मया तावता न कृतमस्ति. किन्तु किमस्ति, यत्र सामान्यनियमः, सामान्यनियमः अस्ति यत् धातोः स्वरूपं यथा कर्मणि भावे च तथैव भवति. कुत्रचित् तथा नास्ति, किन्तु सामान्यतया यथा पश्यति, सन्ध्यापकिनी वदतु, पश्यति तस्य कर्मणि लट् किं भवति? पश्यति, हा पश्यति इति दृश्यते, यतोहि धातुः अस्ति दृश्. अतः यद्यपि कर्मणि कर्तरिप्रयोगे पश्यति, तथापि यतोहि धातुः अस्ति दृश्, अतः कर्मणि दृश्यते. किन्तु कुत्रचित् धातोः परिवर्तनं भवति कर्मणि प्रयोगे, यथा जी धातुः, जी धातुः कर्तरि अस्ति जयते, जयति जयति जयति इति अस्ति. इदानीं कर्मणि किं भवति? सुनिधि भगिनी वदतु. जीयते, समीचीनमस्ति. तत्र दीर्घहिकारः अस्ति, अस्माकं सूत्रम् उक्तमासीत् अकृत्सार्वधातुकयोर्दीर्घः इति सूत्रेण दीर्घः भवति जीयते. ह्रस्व यद्यपि धातुः ह्रस्वः अस्ति जी, स्तु अपि तथा, ह्रस्व उकारान्तदातुः स्तु किन्तु स्तूयते. अतः कुत्रचित् नाम सामान्यनियमः कः, धातुः यथावत् तिष्ठति कर्मणि भावे च, किन्तु कुत्रचित् परिवर्तनं भवति. इदानीं धातुः कुत्रचित् लिखितं नास्ति वा? न, पुनः वदतु. धातुः कः इति कुत्र लभ्यते वा? धातुः कः तदर्थं पुस्तकानि सन्ति, एकं पुस्तकं स्वीकरोतु. धातुरूपम् एकं पुस्तकमस्ति रूपचन्द्रिका, लघुपुस्तकं रूपचन्द्रिका, प्रायः जालस्थाने नाम तत्र वेब् मध्ये लभ्येत, रूपचन्द्रिका इति लघुपुस्तकमस्ति. नो चेत् एकं बृहत् पुस्तकमस्ति, बृहद्धातुकुसुमाकरः इति अन्यत् पुस्तकमस्ति, किञ्चित् इतोपि बृहत् अस्ति, तदपि लभ्येत. परन्तु अन्यजनाः कथं जानन्ति धातुः कुत्र पतन्ति? अहं न केवलम् अनुभवेन भवति. बृहत् भवति, बृहत् किं बृहत्? बृहद् बृहद्धातुकुसुमाकरः, बृहद्धातुकुसुमाकरः, धातुकुसुमाकरः. आन्लैन् पुस्तकानि अपि सन्ति धातुकोश, इण्टर्नेट् अपि मध्ये अपि उपलब्धानि सन्ति कानिचन पुस्तकानि, धातुकोश, बाहु वल्लभशास्त्री इत्यादीनि. नाम आन्लैन् इति आन्लैन् अथवा क्रयणार्थम् आन्लैन् पीडिएफ् न क्रयणार्थं न, एतत् पुरातनानि पुस्तकानि. हा हा, पुस्तकस्य नाम किम्? धातुकोश वल्लभशास्त्री, उत्तममस्ति. अस्तु, पुस्तकस्य नाम मम पार्श्वे प्रेषयतु कृपया ईमेल् माध्यमेन. अहं प्रेषयामि. हा हा, लिङ्क् अपि अस्ति चेत् पार्श्वे तदपि स्थापय प्रेषयतु, अहं तु सर्वेभ्यः ददामि. रूपचन्द्रिका अपि मम पार्श्वे अस्ति, तदपि उत्तमम्. आमाम्, अस्तु, समीचीनमस्ति. तर्हि हा, नाम यत्र हलन्तदातुः अस्ति, यथा वृत् सन्ध्या भगिनी, वृत् धातुः अथवा मूद् मोदते, तत्र मूद् धातुः, हलन्तदातुः धातोः अन्तिम अक्षरमस्ति व्यञ्जनम्. मूद् धातोः अन्तिमम् अक्षरं किम्? दकारः. दकारः वृत् धातोः वर्तते वृत् इति अन्तिमः वर्णः अस्ति तकारः. तस्मात् पूर्वं यः वर्णः स्वरः मूद् इत्यस्य उकारः, वृत् इत्यस्य ऋकारः, तस्य परिवर्तनं न भवति इति नियमः. यद्यपि यथा स्तु धातुः, तत्र दीर्घः भवति स्तूयते, जी धातुः जीयते, परिवर्तनमस्ति, तत्र अन्तिमवर्णः अस्ति स्वरः. किन्तु अन्तिमवर्णः यदि हल् वर्णः नाम व्यञ्जनं, तस्मात् पूर्वं यः स्वरः तस्य परिवर्तनं न भवति कर्मणि प्रयोगे इति नियमः. अवगच्छति? पुनः वदतु. मूद् धातुः दकारः अन्तिमवर्णः, तस्मात् पूर्वं यः उकारः तस्य परिवर्तनं न भवति कर्मणि प्रयोगे, भावे प्रयोगे च. वृद् धातुः अपि तथा, तकारः अन्तिमवर्णः व्यञ्जनं, तस्मात् पूर्वं यः ऋकारः तस्य परिवर्तनं न भवति. इदानीं यः अभ्यासः भवति तस्मिन् बहूनि तादृशानि उदाहरणानि सन्ति. अत्र सञ्जीवमहोदय कृपया चतुर्थः अभ्यासः. अभ्यासः एतानि वाक्यानि भावे परिवर्तयत. उदाहरणं दत्तं, त्वं मन्मनाः भव, भावे रूपम् अस्ति, त्वया मन्मनसा भूयताम्. द्वितीयं वाक्यं, त्वं मन्मनाः भव, इत्युक्ते तव चित्तं मयि एव भूयताम्. कः वदति? कृष्णः वदति अर्जुनं. हा, बहु समीचीनमस्ति. नाम द्वितीयं वाक्यं नाम तत्र किं सन्ध्या भगिनी अवगच्छति वा? आम्, मन्मनाः बहुवचने वा? सञ्जीवमहोदय कृपया. मन्मनाः इति एकवचने अस्ति. मन्मनाः भव इति मनस्शब्दः सकारान्त नपुंसकलिङ्गशब्दः, परन्तु अत्र समस्तपदमस्ति, तदर्थं बहुवचने भवति. न, मन्मनाः इति रूपं भवति एकवचने. सम्यक् अस्ति. अत्र प्रातिपदिकं भगिनी अस्ति मनस्, सकारात् शब्दः मनः, मनः मनसि मनांसि. किन्तु अत्र मनः इति अर्थे नास्ति मन्मनः, मन्मनस् इति मन्मनस् इति शब्दः अस्ति. मन्मनस् इति समस्तपदं संयुक्तपदमस्ति इति कारणतः इदानीं विशेषणं जातमस्ति. सामान्यतया मनस् शब्दः विशेषणं नास्ति. विशेष्यं स्यात् किन्तु विशेषणं न भवति. अत्र त्वं मन्मनाः इति विशेषणविशेषभावः अस्ति. मन्मनाः इति त्वं शब्दस्य विशेषणम्. अत्र बहुवचने नास्ति, तस्य रूपमेवम् अस्ति. कुत्रचित् यत्र सकारात् शब्दः अस्ति, यदा समासः अस्ति, तस्मिन् प्रसङ्गे बहुवचने इति इव भाति, किन्तु बहुवचने नास्ति. तस्य रूपं तथा अस्ति एकवचने. यथा नचिकेताः अथवा वेदशब्दः वेद, तथैव. हा, कुत्रचित् तादृशानि उदाहरणानि सन्ति. महायशाः. हा, समीचीनम् अस्तु. सुनिधि भगिनी द्वितीयं वाक्यं. द्वितीयं, जगत् वित् परिवर्तते. कर्मणि भावे अस्ति. जगता वित्परिवर्त्यते. अत्र वि, तत्र किञ्चित् खण्डनं करोतु. अत्र वि परिवर्तते, तत्र भागं भागं करोतु. उपसर्गः कः? वि इति अनन्त वि परि. हा, वि योगः परि एन् धातु अस्ति. वृत् इति धातुः अस्ति. समीचीनं, वि परि वृत्. अतः वृत् इत्यस्य भाविप्रयोगः अपेक्षते. यथा भवत्या उक्तमस्ति, जगता वि परि वृत्यताम्. वृत्यते लोट्लकारे नास्ति. हा हा हा, सत्यं सत्यं, परिवर्तते. सत्यं, वृत्यते जगता विपरिवृत्यते इति. अस्तु, द्वितीयं वाक्यं तर्हि सुब्रह्मण्य महोदय. योगी न मुह्यतु, अत्र धातुः अस्ति मुह्, योगिना न मुह्यताम्. हा, समीचीनमस्ति महोदय. परिवर्त्यतां न, न न न, एतत् सर्वम् अस्माभिः मया उक्तम् इदानीं. वर्त् इति न भवति, वृत् परिवर्तनं नास्ति. अपि च यथा सुनिधिभगिनी उक्तवती, अत्र विपरिवर्तते इति लट्लकारे अस्ति, विपरिवृत्यते. अस्तु, अत्र मुह् धातुः अस्ति. मुह् धातुः अत्र नाम भ्रमः, भ्रमः मा भवतु तादृश अर्थः. दोषपूर्णमार्गं मा गच्छतु इति अर्थः. योगी न मुह्यतु, मूढः न भवतु. योगिना न मुह्यताम्. अत्रापि सन्ध्या भगिनी पश्यतु, धातुः अस्ति मुह्, हकारः अन्ते अस्ति, हकारः च व्यञ्जनं. तस्मात् प्राक् यः, तस्मात् पूर्वं यः स्वरः अस्ति उकारः, तस्य परिवर्तनं न भवति. अवगच्छति? यत्र धातुः अजन्तः अस्ति, नाम अन्ते यः स्वरः अस्ति स्टू धातुः, तस्य दीर्घः भवति, स्टूयते. किन्तु अत्र मू धातुः, तत्र मुह्यते, मुह्यतां. मू इति न भवति दीर्घः, ह्रस्वः तिष्ठति. अस्तु, समीचीनमस्ति. तर्हि मीना भगिनी अग्रे. कोऽपि अशुचौ नरके न पततु, केनापि अशुचौ नरके न पत्यताम्. बहु समीचीनमस्ति. अस्तु, अग्रे अजय महोदय. कदापि अधर्मः न अभिवर्धताम्, कदापि अधर्मेण न वर्धताम् अभिवृद्ध्यताम्. हा, बहु समीचीनमस्ति. यतो हि धातुः अस्ति वृद्ध्. सन्ध्या भगिनी पश्यति वा? सन्ध्या भगिनी, अत्र वृद्ध् इति धातुः अस्ति. कर्तृप्रयोगे वर्धते, किन्तु कर्मणि यथावत् तिष्ठति धातुः वृद्ध्, वृद्ध्यताम्. अपि च अजय महोदय, तत्र पुनः वाक्यं वदतु. कदापि अधर्मेण अभिवृद्ध्यताम्. हा, समीचीनमस्ति. तत्र अणत्वमस्ति, अधर्मेण. किमर्थम्? अजय महोदय वदतु. अवगच्छति वा अणत्वं? सूत्रं न जानामि. न, सूत्रं न, एवमेव वदतु. नियमः कः? नाम अणत्वस्य कारणं किं, निमित्तं किम्? सहायम् अपेक्षते वा? अत्र वदतु. अहम् अत्र रेफा, रेफः. पुष्पा भगिनी, भवत्याः नाम मया उक्तं वा? सहायं करोतु. न न न न न न, तथापि किं तादृशं किमपि न उक्तं. धैर्यं स्यात्. हा, अजय महोदय किञ्चित् वदति न वा? सहायम् अपेक्षते वा? सहायम्. अस्तु, लक्ष्मी भगिनी वदतु कृपया. पुष्पा भगिनी, यदा भवत्याः नाम आगच्छति तदा लक्ष्मी भगिनी वदतु. अधर्मः शब्दे रेफः अस्ति, तत्कारणात् अधर्मेण भवति तृतीयविभक्तौ. रेफः. हा, अपि च मध्ये मध्ये के के वर्णाः भवितुमर्हन्ति येन तथापि अणत्वं स्यात्? अधर्मेण महोदय, अहं विस्मृतवती. अस्तु, पुष्पा भगिनी जानाति वा मध्ये के के वर्णाः भवितुमर्हन्ति? रेफः मध्ये न न निमित्तफलयोः मध्ये के के वर्णाः भवितुमर्हन्ति येन तथापि णत्वं स्यात्? अखिलभगिनी वदति वा? कवर्गः, पवर्गः, स्वराः, यरलव इति चिन्तयामि. समीचीनमस्ति, स्वरः च. कवर् कख गघाङ पफ बभम स्वराः यरल. अस्तु, समीचीनमस्ति. तर्हि नाम अत्र कस्यचित् स्पीकर् फोन् अस्ति वा? तत्र प्रति ध्वनिः पुनः अस्ति. हेड्फोन् मास्तु, ब्लूटूत् मास्तु, स्पीकर् फोन् मास्तु. अत्र अधर्मः इति शब्दः, सुनिधिभगिनी वदतु, तत्र रेफनिमित्तयोः मध्ये के के वर्णाः सन्ति? रेफफलयोः नत्व धर्मेण इति शब्दे, धर्मेण रेफ नकारयोः मध्ये के के वर्णाः सन्ति? रेफः र इति, रेफः अनन्तरं नकारः धर्मेण, रेफनकारयोः मध्ये के के वर्णाः सन्ति? मकारः, धर्मेण, ए, हा मकारः, इकारः. इकारः तु स्वरः. मकारः कस्मिन् वर्गे अस्ति? पवर्गे. तर्हि रेफफलयोः मध्ये पवर्गे कश्चन वर्णः अस्ति अथवा कवर्गे कश्चन वर्णः अस्ति अपि च कश्चन स्वरः अस्ति अस्ति चेत् चेदपि नकारस्य स्थाने नकारः भवति इति नियमः अस्ति. बुद्धं वा? अजय महोदय, बुद्धम्? आं महोदय, बहु सम्यक्. हा, तत्र सूत्रमस्ति अट् कुप्वाङ्ग् अट्. अतः वस्तुतः तत्र हयवार इति इति अखिल भगिनी, हयवार इति सर्वमस्ति. नास्ति किं ल, ल नास्ति, तावदेव. ल नास्ति, ह अस्ति. अट् इति प्रत्याहारः अस्ति खलु, ऐ उ ऐ उ ऋलृक् ऐ औ ऐ औच् हयवरट् हयवर. अतः स्वराः पवर्गीयाः, कवर्गीयाः, हयवर च. अजय महोदय वदतु, नियमः कः? एकस्मिन् पदे, एकस्मिन् पदे पूर्वं रेफः अथवा मूर्धन्यषकारः अनन्तरं दन्त्यनकारः, रेफषकारयोः प्रभावेन दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः भवति. अपि च के के वर्णाः मध्ये भवितुमर्हन्ति? अजय महोदय, मा, नाम पवर्गीयाः पभभभम अनन्तरं अजय महोदय अस्ति वा? आम् महोदय, आम् अवगच्छति न अथवा भ्रमः अस्ति? वर्गः भ्रमः अस्ति. लक्ष्मी भगिनी वदतु तर्हि. कवर्गीयाः अवर्गीयाः व्यञ्जनानि सन्ति चेत् नकारः मूर्धन्यश नकारः भवति. कवर्गीयाः पवर्गीयाः कख गघ ञ अफ बफ म कख कख ञ न ङ ङ कख कख ङ कख गघ ञ पभ बभ पभ बभ न म अनन्तरं हकारः हयवर महोदय. अनन्तरं स्वराः सन्ति चेत् एकारः हा स्वराः यः कोऽपि स्वरः यः कोऽपि अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि. सदैव महोदय अग्रिमवाक्यं. पुष्पा भगिनी भवत्याः स्पीकर् फोन् तु नास्ति खलु? कस्यचिदपि स्पीकर् फोन् न स्यात् किमर्थम् अत्र अस्मिन्नेव वर्गे मम बहवः वर्गाः सन्ति न कदापि प्रतिध्वनिः केवलम् अस्मिन् वर्गे कस्यचित् दूरवाणी समीचीना नास्ति इति भाति. अस्तु अग्रे. आम् महोदय षोडश षोडश षोडश इति न षष्ठं वाक्यं षष्ठं षष्ठं सर्वे ज्ञानवर्धनाय प्रयतन्ताम् प्रयतन्ताम् षष्ठं इति अस्ति षष्ठं वाक्यमिति अस्ति. सर्वे ज्ञानवर्धनाय प्रयतन्ताम् आम् कर्तृपदं सर्वे सर्वैः ज्ञानवर्धनाय धातुकः प्रयतन्ताम् यत् धातुः यत् यत् धातुः न जानामि महोदय. भवान् तु जानाति एव, करोतु नियमम् अनुसारं करोतु. धातुः अस्ति यत् किमपि नास्ति अत्र नाम यत्र भाविप्रयोगः करणीयः अस्ति तत्र किं भवति यथा पत् धातुः पत् तस्य रूपं किं पतति पत्यते कर्मणि पत्यते तर्हि अत्र यत् यत्यते लोटि पत्यताम् इदानीं किमपि नास्ति वा किं वदतु सर्वैः ज्ञानवर्धनाय प्रपत्यताम् प्रयत्यताम् बहु सम्यक् अस्ति, बहु सम्यक् समीचीनमस्ति. अस्तु तर्हि अग्रे इदानीं सन्ध्या भगिनी अग्रे. भवन्तः स्वधर्माचरणे रमन्ताम् रम धातुः रम हा रम धातुः भवता ओ नो बहुवचन हम भवन तृतीय विभक्ति स्मृतवती न न न वदतु चिन्तयतु भवन्तैः न भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता तथा अग्रे किमस्ति भवता भवतौ भवद्भिः स्वधर्माचरणे रम्यन्ताम् अत्र धातुः अस्ति रम् वचनं किं बहुवचनम् अत्र किमस्ति भावे कर्मणि वा तर्हि आम् एकवचने किमर्थं रम्यताम् किमर्थं भावप्रयोगे सदा एकवचने अस्ति एकवचने हा हा तर्हि वाक्यम् आहत्य भवद्भिः स्वधर्माचरणे रम्यता रम्यताम् आम् अस्तु बहु सम्यक् अस्ति अस्तु अग्रे सन्धिमहोदय कृपया कस्यापि कर्मणि शक्तिः न जायताम् कस्यापि कर्मणि शक्तिः न जायताम् अत्र शक्तिः इति कर्तृपदम् भावे कस्यापि कर्मणि शक्त्या न जायताम् हा किन्तु धातुः ज्ञातव्यः अस्ति अत्र धातुः धातु अस्ति जन् जन् धातु जन् धातोः भावे प्रथमपुरुषे एकवचनं जायताम् जन् धातुः जायताम् कुत्र प्राप्तं जन्दातुः तत्र तत्र भवति वा न भवति इति मन्यते जायतामिति भवति प्रायः विकल्पेन जन्यतामपि न जायतामिति दोषाय इति मन्ये जन्यतां जन्यतामिति एव भवेत् धातु अस्ति जन् धात्वादेशः भवति यकिना तत्र शपि भवति सूत्रम् इदानीं द्रष्टव्यमस्ति किन्तु किन्तु यकिना भवति मन्ये तत्र जन्यतामिति भवेत् अखिल भगिनी अपि अन्य कोऽपि आगतवान् वा ध्वनिः कः अस्ति अखिल भगिनी अग्रे आम् अस्मि महोदय क्षम्यतां कर्मणि जन्मदातो जायते विकल्पेन जन्यते इति दत्तम् अत्र रूपद्वयमस्ति इति मन्ये महोदय तत्र जन्यते जायते इति रूपद्वयमस्ति रूपद्वयमस्ति विकल्पेन अस्ति अस्तु अस्तु मया द्रष्टव्यमस्ति सूत्रं किमस्ति विकल्पेन अस्ति चेत् धन्यवादः अस्तु समीचीनम् अनन्तरं पश्यामि समीचीनम् अग्रे अखिलवाणी अखिलभगिनी महोदय महोदय, अत्र शक्तिः कर्मपदं वा अथवा कर्तृपदं वा? शक्तिः कर्तृपदमस्ति. महोदय, चरादिगणे अस्ति? न, अत्र दिवादिगणे अस्ति. दिवादिगणे, अस्तु. महोदय, अपि च भुवादिगणे, भुवादिगणे अस्ति. दिवादिगणे अस्ति, दिवादिगणे अस्ति, दिवादिगणे एव अस्ति. हा, सत्यं, दिवादिगणे एव अस्ति. अस्तु, अग्रे. कोऽपि प्रश्न अन्य? महोदय, कर्मणि विशेषणम् अस्ति? कस्य विशेषणं नाम, यत्र विशेषमस्ति तत्र समानविभक्तिकत्वं भवेत् खलु, समानाविभक्तिः. कस्य विशेषणं कर्मणि इति अस्ति? का विभक्तिः? कर्मणि का विभक्तिः अस्ति? सन्ध्या भगिनी, का विभक्तिः अस्ति कर्मणि? कर्मणि सुनिधि भगिनी, सप्तमीविभक्तिः अस्ति. सप्तमीविभक्तिः अस्मिन् वाक्ये अन्यत् किमपि पदं नास्ति यत् सप्तमी स्यात्? विशेषणं नास्ति. अस्तु, अग्रे. वयं देशहिताय यतामहे. अस्माभिः देशहिताय यत्यताम्. समीचीनमस्ति. सुब्रह्मण्य महोदय, अग्रे. संस्कृतिप्रवाहकं संस्कृतं विराजताम्. संस्कृतिप्रवाहकं संस्कृतं विराजताम्. अत्र धातुः अस्ति रज्. महोदय, राजति राज. राज, संस्कृतिप्रवाहकेन संस्कृतेन विराज्यताम्. समीचीनमस्ति. अग्रे, पुष्पभगिनी, अग्रे. अस्तु महोदय, तैः अधः दत्तेषु वाक्येषु दोषान् परिहरता. उदाहरणात् यूयं कर्माणि क्रियन्ताम्, युष्माभिः कर्माणि क्रियन्ताम्, तैः यशः लभताम्, तैः यशः. उदाहरणे किम् किम् आसीत्? यूयं कर्माणि क्रियताम्, अत्र किमस्ति? यूयं युष्माभिः अस्ति. यूयं अत्र तृतीयविभक्ति युष्माभिः. नाम यूयम् इति दोषः. यूयं दोषः, यूयं दोषः. अत्र तैः यशः लभताम्, तैः यशः लभ्यताम्. लभतां दोषः, लभ्यताम्. अस्तु, समीचीनमस्ति. सुनिधि भगिनी, अग्रे. पाण्डवाः राज्यं भुज्यता. पाण्डवैः राज्यमिति नपुंसकलिङ्गशब्दः अस्ति. ओके, राज्यं भुज्यता. हा, समीचीनमस्ति. अत्र धातुः अस्ति भुज् भुज् इति धातुः अस्ति. अतः भुज्यतामिति समीचीनमस्ति. भुज् धातुः रुधादिगणे अस्ति, अतः उभयपदिधातुः अस्ति. वस्तुतः आत्मनि यथा खादनार्थे खादति इति भुङ्क्ते भवति, भुङ्क्ते भवति. तत्र जकारस्य स्थाने ककारः अस्ति, यतोहि तत्र हल्सन्धिः अस्ति, व्यञ्जनसन्धिः अस्ति. किन्तु भुङ्क्ते भुजाते भुजते, बालकः भुङ्क्ते, बालकौ भुजाते, बालकाः भुजते इति रूपाणि सन्ति. अतः भुङ्क्ते भुजाते भुजते जकारः न कुत्रचित् तिष्ठति, कुत्रचित् हल्सन्धिं कृत्वा जकारस्थाने ककारः इत्यादिकं भवति. किन्तु कर्मणि प्रयोगे अन्ते तदनन्तरं यकारः अस्ति, अतः जकारः तिष्ठति, यथावत् भुज्यते भुज्यते भुज्यताम्. अस्तु, समीचीनमस्ति. तर्हि अग्रे लक्ष्मीभगिनी अग्रे. केनापि स्वधर्मं न त्यज्यताम्. अत्र कर्मणि प्रयोगे स्वधर्मं नास्ति, स्वधर्मं सम्यक् नास्ति. स्वधर्मः केनापि स्वधर्मः न त्यज्यताम्. अस्तु, समीचीनमस्ति. अग्रे मीना भगिनी. युष्माभिः संसारवृक्षस्य फलं न उञ्जताम्. युष्माभिः तृतीया विभक्ति सम्यक् अस्ति. फलमपि प्रथमाविभक्ति सम्यक् अस्ति. भुञ्जतां भुञ्ज् यकारः नास्ति, भुञ्जताम् इति रूपं. युष्माभिः संसारवृक्षस्य फलं न भुञ्जतां. धातुः कः अस्ति? धातुः भुज् धातुः. धातुः भुज्. तर्हि रूपं किं स्यात्? उज्यतां. नकारः नागच्छति तत्र. युष्माभिः संसारवृक्षस्य फलं न भुज्यताम्. रुधादिगणे, रुधादिगणे कर्तरिप्रयोगे नकारः मध्ये धातोः मध्ये आगत्य उपविशति. यथा भुङ्क्ते, मया उक्तं बालकः भोजनं भुङ्क्ते, भुङ्क्ते ङ ङ ङ नकारस्य स्थाने ङकारः जातः. किन्तु अत्र नकार वस्तुतः मूले नकारः अस्ति. अग्रे गत्वा यदा रुदादिगणे अस्माकं पाठः भवति तदा ज्ञास्यति. किन्तु अत्र कर्मणि प्रयोगे कर्मणि भावे च तत्र नकारः न आयाति. कर्मणि प्रयोगे नकारः न अत्र न भवति, केवलं कर्तरिप्रयोगे. धातुः अस्ति भुज्, यथावत् तिष्ठति भुज्, भुज्यताम्. अग्रे तर्हि महोदय, अहम् आगता अस्मि. अन्यहारिका. अस्तु भगिनि, बहु समीचीनमस्ति. अन्यहारिका भगिनि, वयं अस्माकं चत्वारिंशत् अधिकशततमे पुटे पाठः वर्तमानः अस्ति. चत्वारिंशत् अधिकशततमे पुटे षष्ठं वाक्यम् इदानीं मीना भगिनी, न इदानीं अजय महोदय. भवन्तः तान् वीक्षन्ताम्. भवन्तः दोषः भवद्भिः भवद्भिः तान् वीक्षन्ताम्. अत्र सूत्रं किमस्ति अस्माकम्? एकं द्वे एकं भवद्भिः ते वीक्षन्ताम्. हा इदानीं समीचीनमस्ति. सूत्रं किम् अस्ति अत्र? त्रीणि एकमेकम्. अतः तान् तु प्रथमभक्तौ भवति. समीचीनमस्ति. भवद्भिः ते वीक्ष्यन्ताम्. अस्तु, समीचीनमस्ति. तर्हि आम्, भवन्तः तैः वीक्षतामपि भवितुमर्हति. किं भवितुमर्हति? भवन्तः तैः वीक्षताम्. तदपि भवितुमर्हति. किन्तु अत्र प्रायः तादृशं न इष्टं लेखकैः, किन्तु वाक्यमपि साधु अस्ति. धन्यवादः. अस्तु, समीचीनमस्ति. सुब्रह्मण्यं महोदय अग्रे. सर्वैः आत्मना आत्मानं उद्ध्रीयताम्. अत्र धातुः अस्ति ध्रुव महोदय. अत्र सर्वैः तु तृतीया विभक्तिः एव. आत्मना तु तृतीया विभक्तिः अस्ति. आत्मन् मूलरूपमस्ति. प्रायः अत्र आत्मानम् अत्र प्रथमा विभक्ति इच्छामि. अत्र आत्मा भवति. सर्वैः आत्मना आत्मा उद्ध्रीयताम्. हा, समीचीनमेव. त्रीणि एकमेकं कृत्वा. अत्र आत्मना न कर्मपदं न कर्तृपदमस्ति. विशेषणमस्ति. अस्तु, उद्ध्रियताम् इति धृधातु अस्ति, ऋकारान्तदातु अस्ति. तर्हि अत्र किं जातमस्ति? ऋकारस्य रि भवति महोदय. अत्र ध्री भवति ह्रस्वैकारः. हा, ऋङ्शु ऋङादेशः रि भवति. बहु समीचीनमस्ति. अस्तु, तर्हि अग्रे. अधुना लक्ष्मी भगिनी अग्रे. भवद्भिः श्रेयः आप्नुताम्. भवद्भिः सम्यक् एव. श्रेयः अपि सम्यक्. आप्नुताम् प्रायः सम्यक् नास्ति. आप् धातुः अस्ति. आप् तर्हि आप्यताम् इति एव अस्ति. अस्तु, अग्रे निहारिका भगिनी कर्तुमिच्छति वा? अत्र वाक्ये दोषः कुत्र अस्ति इति वक्तव्यम्. योधैः विजयं प्राप्यताम् अत्र विजयम् इति दोषः वा? नाम अस्माकं त्रीणि एकमेकं भवेत् खलु. योधैः विजयः प्राप्यताम्. बहु समीचीनमस्ति. अग्रे अखिला भगिनी अग्रे. भारतस्य यशः वृद्ध्यताम्. अत्र यशः इति प्रायः सम्यक् नास्ति महोदय. किं स्यात् यशः? किमस्ति कर्तृपदं, क्रियपदं, किमस्ति? यशः तु कर्मपदं खलु? न न, क्षम्यतां, यशः तु कर्तृपदं. तर्हि भारतस्य यशस् इति प्रातिपदिकमिति मन्ये, तर्हि यशसा लभ्यताम्. सम्यक्. इदानीं कर्मपदमिति किमर्थं नास्ति? वृद्ध्यताम् इति भावे प्रयोगं खलु महोदय, तर्हि कर्मपदं न भवति. किन्तु अकर्मकदातु अस्ति. इति वक्तव्यमस्ति, वृद्धदातु अकर्मकः इति कृत्वा कर्मपदं तु न भवति. सम्यक् अस्ति, तर्हि अग्रे. महोदय, वृद्ध वा वर्धते इति रूपम् अस्ति. वर्धते न, अस्माभिः किम् उक्तं नाम विस्तृतरूपेण एतत् सर्वं बोधितमासीत् अद्यतनवर्गस्य आरम्भे. धातुः कः? वर्ध अस्ति. धातुः वर्त् नास्ति, वृद्ध अस्ति. अहं सम्यक् न जानामि. धातुः अस्ति वृद्ध. अस्तु. न, इदानीमपि ब्रह्मः अस्ति वा? न महोदय, मम पूर्वं चिन्तयामि वर्ध धातु अस्ति इति दोषेन चिन्तयामि. धातुः अस्ति वृद्, तदाधारेण इदानीं ब्रह्मः नष्टः जातः खलु? आम् महोदय. अस्तु, समीचीनमस्ति. तर्हि अग्रे सञ्जीवमहोदय, कृपया अग्रे. एतानि कर्तरिवाक्यानि यथोदाहरणं कर्मणि भावे वा परिवर्त्य वदत. भवद्भिः पाठारम्भे पठिते सम्भाषणे तानि एव वाक्यानि सन्ति. इदानीं विपरीतदिशि भवति, अभ्यासः सम्यक् एव. प्रथमं वाक्यं कथा न द्रष्टव्या, किन्तु इदानीम् अस्माकम् अभ्यासः भविष्यति. प्रथमं वाक्यं भवन्तः भीष्मम् अभिरक्षन्तु इति कर्तरि अस्ति कर्मणि प्रयोगे. भवद्भिः भीष्मः अभिरक्षताम्. अस्तु, द्वितीयं. द्वितीयं वाक्यं कृपया भवान् उत्तिष्ठतु. भावे कृपया भवता उत्थीयताम् इति वाक्यमस्ति. सम्यगस्ति. अस्तु, सुनिधि भगिनी अग्रे. भवान् त्वरया त्वरया किमपि न करोतु. भवता त्वरया केनापि. तत्र वाक्यस्य अर्थं ज्ञातव्यमस्ति. भवान् त्वरया किमपि न करोतु. ओ वे न न न न भवता त्वरया किमपि न क्रियताम्. बहु सम्यक् अस्ति. अत्र किमपि इति कीदृशपदम् अस्ति अत्र? कीदृशपदं किमपि? क्रियापदं, कर्तृपदं, कर्मपदं किमस्ति? किमपि कर्मपदं. कर्मपदमेव अस्ति. अतः अस्मिन् वाक्ये भवान् त्वरया किमपि न करोतु, अत्र किम् इति कस्यां विभक्त्याम् अस्ति? किं भक्ति किमस्ति? किं प्रथम द्वितीया किं द्वितीया भवती पृच्छति अथवा वदति? वदामि. अस्तु, द्वितीयविभक्तिः एव अस्ति, यतोहि अत्र कर्तृप्रयोगे किमपि इति कर्मपदमस्ति. सूत्रं किम्? एकं द्वे एकं हा अत्र द्वे अस्ति तर्हि भवत्याः उक्ते वाक्ये तत्र किमपि इत्यस्य का विभक्तिः आसीत् नाम भवता त्वरया किमपि न क्रियताम् इत्यस्मिन् वाक्ये किमपि इत्यस्य का विभक्तिः किमपि किम् इत्यस्य प्रथम हा प्रथमविभक्तिः बहु सम्यक् अस्ति त्रीणि एकमेकमिति कृत्वा खलु किमिति कर्मपदमस्ति रूपं न परिवर्तते किन्तु किन्तु विभक्तिः परिवर्त्यते एव अस्तु परिवर्तते अस्तु समीचीनमस्ति चतुर्थं वा किं तर्हि पुष्पभगिनी अग्रे वत्सः दुःशासनः सन्निहितः भवतु वत्स सम्बोधन न त्वत्स सम्बोधन नास्ति वत्सेन दुःशासनेन सन्निहितः भूयताम् सर्वत्र विशेषणविशेषभावः भगिनि ओ वत्सेन दुःशासनेन सन्निहितेन भूयताम् बहु सम्यक् अस्ति अग्रे निहारिका भगिनी अग्रे भवन्तः स्नानानुष्ठानादिकं शीघ्रं परिसमापयन्तु भवद्भिः स्नानानुष्ठानादिकः शीघ्रं परिसमापयन्ताम् अचिन्तयतु अत्र स्नानानुष्ठानादिकम् इति वस्तुतः नपुंसकलिङ्गे अस्ति अतः तत्र पुल्लिङ्गे अह इति तादृशं न भवितुमर्हति नपुंसकलिङ्गे अस्ति अव्ययम् वस्तुतः भवद्भिः स्नानानुष्ठानादिकं शीघ्रं परिसमापयन्ताम् अत्र क्रियापदं पुनः त्रीणि एकमस्ति खलु अस्माकं सूत्रम् अवगच्छति वा एकं द्वे एकं त्रीणि एकमेकम् आम् त्रीणि एकमेकम् इत्युक्ते किम् ओ त्रीणि एकमेकम् इत्युक्ते कर्तृपदं तृतीयाविभक्तौ तृतीयाविभक्त्यां कर्मपदं च कर्मपदं क्रियापदं च प्रथमविभक्त्यां क्रियापदस्य विभक्तिः भवति वा न क्रियापदस्य वचनम् एकवचनं भवति न किन्तु अहं कार्याणि करोमि अत्र कर्मणि प्रयोगे किं भवति मया कार्याणि क्रियन्ते तर्हि वचनं तस्य क्रियापदस्य किं जातम् यस्य वचनं कर्मपदस्य क्रियापदस्य अपि तदेव भवति हा तादृश अर्थः अस्ति न तु नित्यमेकवचने आं नाम त्रीणि एकमेकम् इत्युक्ते किं लक्ष्मीभगिनी वदतु त्रीणि एकम् एकम् इत्युक्ते कर्मणि प्रयोगे कर्तृपदं तृतीयाविभक्तौ भवति कर्मपदं प्रथमाविभक्तौ भवति क्रियापदं कर्मपदम् अनुसृत्य भवति कर्मपदम् अनुसृत्य. अतः वचनमपि न केवलं वचनं किन्तु पुरुषमपि अनुसृत्य रूपं स्वीकरोति. निहारिका भगिनी, तर्हि अत्र स्नानानुष्ठानादिकं एकवचनम् इत्येव इत्येव भवति वा? अपि च प्रथमपुरुषे भवद्भिः स्नानानुष्ठानादिकं शीघ्रं परिसमापयताम्. हा, सिद्धान्तः समीचीनः. रूपं तत्र यथा चूरादिगणे चोरयति इत्यस्य कर्मणि प्रयोगे किम् अस्ति? चोर्यते न चोर्यते. क्षालयति इत्यस्य क्षाल्यते. तर्हि परिसमापयति इत्यस्य परिसमाप्यते. हा, इदानीम् आहत्य वाक्यं वदतु कृपया. भवद्भिः स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यते. हा, इदानीमस्ति, बहु समीचीनमस्ति. अस्तु, षष्ठं वाक्यमस्ति. सहदेव महोदय वदतु कृपया. महोदय, भवन्तः आचार्यं रणक्षेत्रम् आनयन्तु. आनयन्तु. आनयन्तु. भवद्भिः आचार्यः रणक्षेत्रम् आनयताम्. धातुः कः? आम्, आ उपसर्गः. आम्, नयतु मूलरूपम्. धातुः अस्ति नी. क्षम्यतां, नी. तर्हि अनीयताम्. आनीयताम्. आनीयताम्. अत्र सम्यक् अस्ति. इदानीं नी धातुः द्विकर्मकधातुः अस्ति. प्रश्नः अस्ति यत् भवता सम्यक्तया उक्तमस्ति. इदानीम् आचार्यशब्दः रणक्षेत्रशब्दः तयोः मध्ये प्रधानकर्मपदं किं, गौणकर्मपदं किम् इति सुब्रह्मण्यमहोदय सूचयतु कृपया. प्रधानकर्मपदमस्ति आचार्यमहोदय. रणक्षेत्रं गौणकर्मपदमस्ति. अत्र कारणात् अत्र कर्मणि प्रयोगे प्रधानकर्मपदस्य एव परिवर्तनं भवति. इति सर्वथा तथा वा? अत्र नी धातुः तथा भवति महोदय. अत्र चत्वारः धातवः सन्ति, तेषां कृते तु प्रधानकर्मपदस्य एव परिवर्तनं भवति. अन्ये ये सन्ति तेषां कृते तु गौणकर्मपदस्य एव परिवर्तनं भवति महोदय. धातुः बहु सम्यक्तया उक्तं भवता. अत्र धातुः नि हृ कृष् वः तेषां कृते तु प्रधानकर्मपदस्य. अन्ये द्वादशधातवः तेषां गौणकर्मपदस्य परिवर्तनं भवति. सम्यक्. कथं स्मरामि इति, तत्र आहत्य षोडशधातवः सन्ति. द्वादशानां धातूनां गौणपरिवर्तनं भवति. नाम यत् अल्पमत् अस्ति, अल्पमते अस्ति, बहुमते अस्ति, बाहुल्यम् अस्ति द्वादश, अनन्तरं चत्वारः केवलं चत्वारः दातवः अल्पे सन्ति, तेषां प्रधान नाम विपरीतरूपेण भवति, ये अल्पसङ्ख्यकाः दातवः केवलं चत्वारः दातवः तेषां प्रधानकर्मपदस्य परिवर्तनं भवति, ये अधिकसङ्ख्यकाः सन्ति द्वादश दातवः तेषामेव गौणकर्मपदस्य परिवर्तनं भवति इति नियमः. कस्यचित् स्पीकर्फोन् मास्तु, अस्माकं समाधानं जातमस्ति. किम् आसीत्, किम् अभवत्? अस्तु तर्हि अग्रे आनीयन्तु. हा अस्तु अग्रिममस्ति सन्ध्या भगिनी. अग्रे भवान् अत्र भवतु, भवता अत्र भूयते. लोट् लोट् ओ क्षम्यताम्. भूयताम् अस्तु अग्रे अखिला भगिनी. अग्रे भवता गत्वा कर्णं वदतु, मम पूर्वं सूचनानुसारं व्यूहं स्थानं स्थापयन्तु. भवता गत्वा कर्णम् उद्यतां, मम पूर्वं सूचनानुसारं किं वदतु इत्यस्य किं जातम्? उद्यतां महोदय, तत्र मम पूर्वं सूचना अनुसारं व्यूहः व्यूहः स्थानं स्थाप्यताम्. स्थानं स्थाप्यताम् इति अस्ति. समीचीनमस्ति. इदानीं प्रश्नः उदेति यत् वददातुः अपि द्विकर्मकः, अतः कस्य कर्मपदस्य परिवर्तनं भवति, गौणपद अथवा प्रधानकर्मपदस्य? वद्दातु तु गौण पदस्य एव परिवर्तनं भवति महोदय, न तु मुख्यकर्मपदस्य. हा अतः कर्ण इति गौण अथवा प्रधान कर्मपदं? कर्ण इति कर्ण इति गौण. हा अतः भवत्या यदुक्तमासीत् तत्तु सत्यमेव आसीत्. सत्यमेव, एवमेव वदामि यत् चिन्तनं करणीयमस्ति. बहु सम्यक्तया भवत्या उक्तमासीत्. अस्तु तर्हि अग्रे लक्ष्मीभगिनी. अग्रे मीना भगिनी. अग्रे करोतु. भवन्तः अश्वान् रथान् पदानीं सर्वान् सैनिकान् च यथास्थानं स्थापयन्तु. भवद्भिः अश्वाः रथाः पदानीम् इत्यस्य प्रथमाविभक्ति पदानी अस्ति. पदानीमिति पदानीं पदानीमिति अस्य मूल कोऽपि वदतु कृपया. तत्र पदानीमिति प्रातिपदिकं किं पदानी इति वा? सन्दीपमहोदय वदतु, अत्र किमस्ति? अहं पदातिः इति चिन्तयामि स्म, किन्तु इदानीं पश्यामि पदातिः इति नास्ति. पदातिः इति अहं चिन्तयामि स्म, अत्र पदानीं किमस्ति इति न जाने. पदम् दोषः वा अत्र कोऽपि वदतु पश्यतु सङ्गणके तत्र पदानि इति पदं भवति वा न जानामि पदाति इति अस्ति चेत् करोतु कृपया भगिनि भवन्तः अश्वाः रथाः पदाति पदातयः पदानि पदाति पदातयः पदातयः सर्वे सैनिकाः च यथास्थानं समीचीनमेव कर्मपदं बहुवचने अस्ति अतः स्थाप्यन्त समीचीनमस्ति लक्ष्मी भगिनी अग्रे भवन्तः इमान् गजान् इमान् अश्वान् एतान् पदातीन् अवलोकताम् भवद्भिः इमे गजाः इमे अश्वाः एते पदातयः अवलोक्यन्ताम् अस्तु समीचीनमस्ति सुनिधि भगिनी अग्रे सुनिधि भगिनी नास्ति नास्ति इति अस्तु भवान् एव कृत्वा कृपया युष्माभिरक्षितम् अस्माकं सैन्यं पर्याप्तं न भवति भीष्माभिरक्षितेन अस्माकं सैन्येन पर्याप्तेन न भूयत किन्तु लोट् नास्ति न भवतु भीष्माभिरक्षितेन पुनः भीष्माभिरक्षितेन अस्माकं सैन्येन पर्याप्तेन न भूयताम् न भवति इति लटि अस्ति खलु तर्हि भावे लट् भवति न कर्मणि लट् भवति भूयते हा भूयते इति अस्ति धन्यवादः अस्तु अग्रे गच्छेम तर्हि जय महोदय अग्रे भीष्मः जयतु भीष्मेन न तस्मात् पूर्वं भवन्तः सर्वे यथास्थानम् उपस्थिताः भवन्तु भवद्भिः सर्वे यथास्थानम् अत्र विशेषभावः अस्ति सर्वत्र पुनः वदतु भवन्तः इति अस्य भवद्भिः सर्वे इति अपि भवन्तः इत्यस्य विशेषणम् अतः सर्वे इत्यस्य अपि परिवर्तनं करोतु सर्वैः यथा स्थानम् उपस्थिताः इत्यस्य उपस्थितैः भूयताम् आहत्य पुनः भवद्भिः सर्वैः यथा स्थानम् उपस्थितैः भूयताम्। हा इति वाक्यमस्ति, बहु सम्यक् अस्ति। अस्तु अग्रे सहदेव महोदय अग्रे। भीष्मः जयतु, जयतु धातुः जि भीष्मेन जीयताम्। बहु सम्यक् अस्ति महोदय, नैपुण्यं जातं भवतः। निहारिका भगिनी। धीमान् शिष्यः दृष्टद्युम्नः व्यूढां चूमं पश्यतु, चमूं पश्यतु। किं समस्या अस्ति? धीमान् शब्दस्य प्रातिपदिकं किं? धीमत्। हा हा धीमत्। तर्हि धीमता, धीमता शिष्येन दृष्टद्युम्नेन व्यूढा चूमम्। चमूम् इति द्वितीयविभक्तौ, तस्य मूलरूपमस्ति चमू स्त्रीलिङ्गे, तेन इति अर्थः चमू। प्रथमविभक्तौ चमूह, चमूह विसर्गः। धीमता शिष्येन दृष्टद्युम्नेन व्यूढा चमूः। धातुः कः? दृश्यतां। सम्यक्। पुष्पा भगिनी अग्रे। भवान् परेषां विषये चिन्तां त्यजतु, भवता द्वितीयविभक्ति किम्? का विभक्तिः? लक्ष्मी भगिनी वदतु। षष्टि बहुवचनं परेषां विषये ओके षष्टि भवता परेषां विषये चिन्ता त्यजताम्। चिन्ता चिन्ता समीचीनं। पुनः वदतु। त्यज्यतां। यकारः अपेक्षितं, नो चेत् दोषः। सुब्रह्मण्यं महोदय अग्रे कृपया। मम उत्तरीयं किञ्चित् उन्नयतु, अत्र धातुः अस्ति नि, मम उत्तरीयं किञ्चित् उन्नीयताम्। सम्यक् अस्ति अग्रे। सन्ध्या भगिनी अग्रे। भवान् व्यूहपत्रं पठतु, भवता व्यूहपत्रं पठ्यताम्। सम्यक् अस्ति। मीना भगिनी अग्रे। भवान् जनान् गणयन्तु गणयतु गणयतु भवान् जनान् गणयतु भवता जनाः गणयन्तु किं भवता जनाः गणयन्तु दोषः मया उक्तं दोषः पुनः तदेव वदति भवान् भवता भवति क्षालयति इत्यस्य कर्मणि किम् अस्ति क्षालयति अस्तु महोदय गणय क्षाल्यतां गण्यताम् इति भवता जनाः गण्यताम् सारी भवता जनाः गण्यन्ताम् भवान् समेधतां भवता समेध्यतां समीचीनमस्ति धातुः कः एध् एध् धातुः अस्ति बहु सम्यक् अस्ति अस्तु तर्हि अन्तिमं निहारिका भगिनी वदतु पुनः भवान् सावधानेन भवतु भवता सावधानेन भूयताम् अस्तु अभिनन्दनानि बहु सम्यक् अस्ति अस्माकं सर्वेषां नैपुण्यं जातमस्ति अग्रिमे सप्ताहे केवलं गीतमस्ति अनन्तरम् अग्रिमविषयः आयाति बहु सम्यक् अस्ति सर्वेषां नैपुण्यं जातमस्ति अस्तु तर्हि सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः